नमस्कारः. लृट् लकारः इति करपत्रम् अनुवर्तते. आरम्भतः कः वदिष्यति? कोऽपि वक्तुमिच्छति किम्? पुनस्मरणत्वेन अहं वदामि वा? भगिनि, तर्हि लृट् लकारस्य तु तत्र किम् आसीत्? तत्र तत्र आरम्भे तु अनिडादिप्रत्याः अस्माभिः परिशीलिताः, निचि, यक्या, सूट्, यङ् लुक्, यङ् ल्यप् इति. अधुना तु इडागमः यत्र भवति, इडादिप्रत्याः परिशीलनीयाः. तत्र तु वयं तास् तव्य तुमुन् तृचिति कृतम्. अधुना तत्र स्यतासि लृटोः इति सूत्रेण तत्र लृट्लकारस्य तास् अनन्तरं स्य प्रत्ययः आयातः, तत्र इडानुकूलप्रत्ययौ स्तः, तर्हि मध्ये इडागमः भवति. अत्र अनन्तरम् उक्तमस्ति लृटः परिचयः इति कृत्वा. तत्र तु यत्र सूत्रमस्ति लृट् शेषे च इति सूत्रम्, अनेन ज्ञास्यामः इत्युक्ते अत्र अनुवृत्तिः अपि आगच्छति. तत्र क्रियायां क्रियार्थायाम् इति अनुवृत्तिः भवति, भविष्यति इति अनुवृत्तिः भवति. तर्हि क्रियायां क्रियार्थायां भविष्यत्कालार्थे लृट् लकारस्य प्रयोगः भवति. अनन्तरं शेषे च इत्यनेन यद्यपि क्रियार्था क्रिया न प्रयुक्ता, तथापि भविष्यत्कालार्थे तत्र लृट् लकारस्य प्रयोगः क्रियते इति उक्तमस्ति. अत्र क्रियायां क्रियार्थायां तत्र भविष्यत्कालार्थे लृट् लकारस्य प्रयोगस्य उदाहरणम् आसीत् छात्रः पठिष्यति इति पाठशालां गच्छति इति भवति. अन्यथा तु सामान्यतया शेषे च इत्यस्मिन् यत्र आयाति तत्र तु छात्रः विद्यालयं गमिष्यति इति प्रसङ्गः भवति. तदनन्तरम् उभयत्रापि भविष्यत्कालार्थे इति स्मर्तव्यम्. अनन्तरं क्रियार्थायां क्रियायाम् इत्यस्मिन् वयं तु पूर्वं चर्चितवन्तः तुमुन् प्रत्ययस्य विधानं, क्रियार्था क्रिया यत्र भवति तत्र वयं पठितवन्तः. उदाहरणार्थं छात्रः पठितुं, तत्रापि भविष्यत्कालार्थे एव तुमुन् प्रत्ययस्य विधानम् आसीत् खलु. तत्र तु छात्रः पठितुं विद्यालयं गच्छति इति आयाति. तत्र गच्छति इति क्रियार्था क्रिया अस्ति. पठनार्थं तत्र गमनकार्यं सम्भवति इति कृत्वा गच्छति इति क्रियार्था क्रिया. अधुना तथा एव अत्र लृट् लकारे अपि पठिष्यति इति विद्यालयं गच्छति इति प्रयोक्तुं शक्यते. अधुना प्रश्नः उदेति लुट्लकारः अपि अस्माभिः अधीतमासीत् अनद्यतने लुट् इति, तदपि भविष्यत्कालार्थे अस्ति. तर्हि लुट्लकारः तत्र तादृश अनद्यतने लुट् इति केवलम् अनद्यतनार्थे लुट्लकारस्य विधानं भवति. तत्तु अपवादसूत्रम् अस्ति, अस्माकं लुट् शेषे च इत्यस्य अपवादभूतसूत्रं भवति. तर्हि यत्र कुत्र लुट् लकारस्य प्रयोगः कर्तव्यः इति प्रश्ने सति, यत्र यत्र अनद्यतने लुट् इति लुट् लकारस्य प्रयोगः न भवति तत्र कुर्मः इति कृत्वा, प्रथमम् अनद्यतने लुट् इति इत्यनेन इत्यस्य विधानं कुत्र भवति इति अवगन्तव्यम्. तस्य कृते अनद्यतनं किम् इति ज्ञातव्यं भवति. तदहं मन्ये तत्र प्रत्येकदिने तत्र कथं विभज्यते, तत्र दिने तु तत्र घण्टात्रयचतुष्टयम् एक किं भवति, कृपया स्मारयन्तु, त्रयघण्टा एकप्रहरः भवति. तर्हि दिनस्य अन्तिमप्रहरात् आरभ्य अग्रिम क्षम्यतां दिनस्य प्रहरात् द्वितीयप्रहरात् आरभ्य अन्तिमप्रहरात् पूर्वं यत् अस्ति तद्भवति अद्यतनं. भगिनि, रात्रेः गतरात्रेः अन्तिमप्रहरात् आरभ्य अद्यतनस्य विषये प्रथमं वदामि. तदेव आगमनमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनम् त्रिवादने आरभ्य नववादनपर्यन्तं, सायङ्कालस्य नववादनपर्यन्तं. किन्तु अद्यतन किम् इति प्रथमं वदन्ती अस्मि. तदेव अद्यतनं न भगिनि, भवती तु ओके ओके, क्षम्यतां. गतरात्रेः अन्तिमप्रहरात् आरभ्य अद्य रात्रेः न भगिनि तथा नासीत् गतरात्रेः आरब्धतः न भवति भगिनि गतरात्रेः एकवारं वक्तुं समय ददातु गतरात्रेः अन्तिमप्रहरः त्रिवादनात् षड्वादनपर्यन्तं सुबह प्रातःकाले आगामिरात्रेः प्रथमप्रहरः षड्वादनात् सायङ्कालस्य षड्वादनात् नववादनपर्यन्तम् इत्युक्ते गतरात्रेः अन्तिमप्रहरात् आरभ्य इत्युक्ते त्रिवादनात् आरभ्य षड्वादनात् अद्य प्रातःकालस्य त्रिवादनात् आरभ्य अद्य सायङ्कालस्य नववादनपर्यन्तम् अद्यतनकालः तदेव वदन्ती अस्मि खलु किन्तु गतरात्रिः इत्युक्ते सूर्योदयात् एव तत्र दिनस्य आरम्भः भवति इति कृत्वा प्रहराणां कृते त्रिवादनात् आरभ्यते तर्हि सूर्योदयः षड्वादने भविष्यति इति कृत्वा गतरात्रिः त्रिवादनं तु गतरात्रिः भवति खलु आम् आम् षड्वादनपर्यन्तं गतरात्रिः तदनन्तरं वादनात् आरभ्य रात्रे नववादनपर्यन्तम् अध्यन्तनम् आम् आम् तर्हि अद्यतनं तर्हि अनद्यतनम् इत्युक्ते भविष्यत् अनद्यतनं यद्भवति इत्युक्ते रात्रि नववादनात् आरभ्य अग्रिमदिने प्रायः नववादनपर्यन्तम् अग्रिमदिनम् इति अनद्यतनम् इति वक्तुं शक्यते तद् तद् न उक्तं केवलं श्वस्तनीभावः शो भावः अथवा अतः साक्षात् श्वः भवितुमर्हति न साक्षात् तत्र मतभेदाः वर्तन्ते खलु एकस्य गुरोः तत् मतेन तु नववादनात् आरभ्य अग्रिमदिन एकमेव दिनं भवति अनद्यतनम् इति अन्येषां गुरूणां मतं भवति अनेकानाम् अन्य तत्र अपक्षेतु मतं भवति श्वस्तनीभावः यत्र यत्र वर्तते तत्र सर्वत्र अनद्यतन इति स्वीकर्तव्यम् तत्तु सत्यं मतः अस्ति प्रथममतं किम् आसीत् प्रथममतं तत्र कशिककारस्य मतम् इति मन्ये खलु तत्तु अनद्यतन इत्युक्ते नववादनात् आरभ्य अग्रिमदिने नववादनपर्यन्तं भवति तत् न उक्तम् अग्रिमदिनस्य नववादनपर्यन्तम् इति न उक्तं केवलम् अद्यतन न अद्य अनद्यतने इत्यनेन अद्यतने अपि भावी अस्ति खलु यथा अहं सायङ्काले अहं गमिष्यामि तद् भावी भविष्यत्काले अस्ति अद्यतनं नास्ति तत् त्यक्त्वा अद्यतनस्य समीपवर्तिकालः यदस्ति तत् श्वो भावि इति सर्वत्र श्वोकारमतेन श्वः एव अनद्यतनमस्ति खलु श्वोभावि इति विवरणं किम् अस्ति अद्य रात्रि नववादनात् आरभ्य भवति वा तत् कुत्रापि न दत्तं भगिनि केनापि न उक्तं तद् न जानामि करपत्रे नास्ति काशिकायां नास्ति तत्र कुत्रापि नास्ति महोदयेन अपि न उक्तं तत् किमपि भावनेन चिन्तयामः चेत् अद्यतन नववादन तः त्रिवादनात् रात्रि त्रिवादनात् पर्यन्तं श्वः यदि शक्नुमः परन्तु वि आर् नाट् डेल्लि इङ्ग्लिश् अहं चिन्तयामि मम एतावता भाति यत् वयं नववादन दशवादने इति उक्त्वा सायङ्कालस्य वि आर् स्प्लिटिङ्ग् हेर् अत्र व्यवहारे तु एतावता न वदन्ति यत् दश अद्य रात्रि दशवादने अहं गन्तास्मि इति न वदिष्यामः व्यवहारे तु अहं गमिष्यामि इति परन्तु श्वस्तनभावे न वक्तुं शक्नुमः इति श्वस्तने अहं श्वः इति उक्तत्वात् गमिष्यामि इति न वक्तव्यं श्वः अस्ति चेत् अहं गन्तास्मि केवलं गन्ता अस्मि नास्ति खलु केवलं सः गन्ता अहं तु गन्तास्मि तावदेव अस्मि न भवति किं गन्ता इत्येव तत्र लकारः अस्ति इति कृत्वा अस्मि इति न प्रयोक्तव्यम् लृट् लकारे एव तत्र किमस्ति ल्युट् लकारस्य एव गन्ता इति भवति खलु तृच् तृच् इत्यस्य गन्ता अस्मि इति भवति तासस्ति इति कृत्वा गन्ता इति एव तत्र पर्याप्तं गन्ता इति किसि ओ अन्य अहं मम कृते किं वदसि श्वस्य विषये अहं गमिष्यामि इति न वक्तुं शक्नोमि ओ ओके ओके ओके गन्तास्मि इति भवति वा तत्र रूपं हा हा हा गन्ता गन्तारो गन्ता एतावत् खलु तदा खलु गम् धातुः आमां सत्यं भगिनि गम् धातोः यदि अहं लुट् लुट् पश्यामः लुट् गन्ता गन्तास्मि गन्तास्ति गन्तास्वः गन्तास्मः गन्तास्ति गन्तास्तः गन्तास्ति धन्यवादः तर्हि किन्तु नागेशस्य महमतमस्ति यत्र यत्र श्वस्त्रभावी तत्र किम् अस्ति वर्तते श्वभावी वर्तते तत्र तत्र तत्र प्रयोक्तव्यं तत्र अग्रिमसप्ताहे वा अग्रिममासे वा भवतु तत्र तत्र प्रयोक्तुं शक्यते अनन्तरम् अत्र तर्हि तद्विहाय तर्हि अद्यतनार्थे यत् भविष्यत्काले भवति तस्य कृते लुट् लकारस्य प्रयोगः साधु भवति सामान्यभविष्यत्कालः अस्ति इति कृत्वा औत्सर्गिकसूत्रमस्ति अनन्तरं यत्र श्वस्तनभावे यस्मिन् नास्ति तत्रापि लुट् लकारस्य प्रयोगः साधु भवति किं कुतः पठनीयः चेति ततः अस्माभिः पठितम् अनजतन लुट् इति किञ्चित् उक्तम् एवमेव तस्य व्यवहारः कुत्र इति हा आम् आम् आं तदेव भगिनी भवती पठति ओ मणिमहोदय आगतवान् मम अग्रे सः मणिमहोदय हा मम अहं द्वितीया अस्मि ऐ एम् सेकेण्ड् इन् लैन् मणिमहोदय पठति वा महोदय लुटः व्यवहारः कुत्र इति आरभ्य लुटः व्यवहारः कुत्र अधुना प्रश्नः अस्ति यत् लुट् स्थानं किम् अनधिजनशब्दस्य अर्थः कः भाष्यकारस्य शिक्षा स्वभावि नागेशस्य च चिन्तनं यत् अनधिजनलुटि स्वभावस्य सम्भवति अधुनापि मनसि जिज्ञासा वर्तते यत् लुटोपवादः इति कथनेन अपवादशब्दस्य को अर्थः व्यवहारेण यः अपवादभूतः तस्य एव प्राप्तिः न तु अन्यस्य अनेन लिरिट् स्थानं किम् अपि च केन तर्केन अपि च भाष्यकारस्य मतम् अनुसृत्य लुट् लकारस्य चैत्रं श्वः एव इति चेत् अग्रिमे सप्ताहे मासे वर्षे इति कस्य तकारस्य चैत्रम् अत्र लिट् अनधिजन इत्युक्ते अद्यतनस्य समीपे इति समीपे काल यत् आरम्भः तस्यैव अनधिजनः स्वभावित्वं भवति इति परन्तु लिट् लकार स्थानं कुत्र भवति इति भाष्यकारस्य मतं वदति अनधिजन लुट्टि स्वभावः सम्भवति अनधिजन चेत् लुट् लुट् प्रत्ययः भवति श्वः भावि इति अधुना लुटो अपवादः इति कथनेन अपवादः शब्दस्य को अर्थः अत्र अपवादः शब्दः अस्ति अत्र लुट् एव लुट्टस्य अपवादः लुट् इति अर्थः अत्र व्याकरणे अपवादभूत तस्य एव प्राप्तिः न तु अन्यस्य अत्र अपवादः भवति चेत् अत्र लुट्लकारः एव भवति अन्य प्रत्ययः न भवति इति अर्थं लुट् स्थानं देट् मीन्स् किं कथं लुट् स्थानं भवति कुत्र भवति इति प्रश्नः अस्ति भाष्यकारस्य मतम् अनुसृत्य वदामः चेत् श्वः एव लुट्लकारः परन्तु अग्रिमसप्ताहे वर्षः किं भवति इति कस्य क्षेत्रं किम् इति प्रश्नः अस्ति महोदय सम्यक् नास्ति चेत् वदतु सम्यक् सम्यक् लिट् पठामि वा अथवा लिट् अपवादः इत्यनेन लुट्लकारः लिट्टः अपवादः एव नाम भविष्यत्सामान्यविहितः लिरिट् अनधिगन भविष्यत् विशेषे अर्थात् स्वाभाविरूपविषये स्वाभाविरूपभविष्यत् विशेषे अयं लुट् लकारः विधीयते इति हेतोः येन न अप्राप्ते यो विधिरारम्भ्यते सः स तस्य बाधको भवति इति न्यायः इति न्यायेन एकः अपरस्य अपवादः यत् कर्तृकः अवश्यं प्राप्तौ सत्यां नाम यः विधिः अवश्यं प्राप्नोति एवम् अस्मिन् विधौ प्राप्ते सति पुनः अन्यविधिः आरभ्यते चेत् स च पुनः आरभ्यमाणविधिः अवश्यं प्राप्तिः इति बाधते प्रकृतौ भविष्यत् सामान्यं विहितः लिरिट् इति कृत्वा लिरिटः अवश्यं प्राप्तिः अस्ति भविष्यत् अपि भविष्यत् एवं तद्भिन्नं भविष्यत् सामान्यम् अपि भविष्यत् एव अतः भविष्यत् निमित्तिकतया लिरिट् लकारः प्राप्नोति येन न प्राप्ते यत् कर्तृकः अवश्यं प्राप्तौ सत्यां लिट् कर्तृकः अवश्यं प्राप्तौ सत्यां या विधिः आरभ्यते लुट् विधिः आरभ्यते अयं लुट् विधिः तस्य नाम लिरिट्टः लिरिट् विधेः बाधकः भवति अतः श्वः गमिष्यामि इति तु न भवति इत्येव लुट् अपवादः इत्यस्य अर्थः अत्र लुट् लकारः एव लुट् लकारस्य अपवादः इति दत्तं भविष्यत्सामान्यकाले इत्युक्ते प्रातःकाले वदामः मध्याह्ने अस्ति चेत् अत्र भविष्यत्कालसामान्यं भवति इति अहं चिन्तयामि तत्र लिट् लकारः भवति परन्तु अनतितनभविष्यत्कालस्य टुमारो अस्ति चेत् अत्र स्वाभाविकं भवति इति तत्र लिट् लकारः इति विधीयते येन न प्राप्ते विधिः आरभ्यते स तस्य बाधको भवति इत्युक्ते अत्र येन अवश्यप्राप्तिः किं भवति इति चेत् अत्र लिट् लकारः एव अवश्यप्राप्तिः भवति परन्तु तस्य आरम्भस्य पूर्वमेव अनधिगन आरभ्यते ततः अत्र विधिः लुट् लकारः आरभ्यते अथवा लुट् लकारस्य प्राप्तिः न भवति इति अत्र अर्थम् अहं चिन्तयामि महोदय इत्युक्ते अद्य रात्रौ नववादनतः लुट् लकारस्य प्राप्तिः न भवति लुट् लकारस्य एव प्राप्तिः भवति इति खलु बाधं भवति महोदय अद्यतनरात्रे फिनिश् कर्तव्य अद्यतन बाध भवति इति कृत्वा लुट् भवति लिट् लकारः बाध्यते अनद्यतने लुट् इति सूत्रेण खलु तदेव खलु भगिनी अस्ति येन न अप्राप्ते इत्युक्ते येन अवश्यं प्राप्ते अत्र येन इत्यस्य लिट् लकार इति सामान्य भविष्यत्कालस्य अस्ति ओके तो लिट् लकारे अत्र प्राप्ते यः विधि आरभ्यते इदानीम् अत्र यः विधि अस्ति चेत् लुट् लकार अस्ति यत् विधि लुट् लकारस्य आरभ्यते सः तस्य लुट् लकार तस्य अत्र भवति लुट् लकारस्य बाधकः भवति तो यत्र लुट् लकार आगच्छति तत्र लुट् लकार तिष्ठति लुट् लकारस्य बाधकं करोति इति प्रथमायच्च लुट् लकार सामान्य भविष्यत्काले भवति किन्तु अनद्यतन लुट् यत् अस्ति विधि यत् आरभ्यते सा इति विशिष्ट विधि अस्ति यदि ता विधिः आरभ्यते तदा लिट् लकार यत् सामान्यसि तस्य बाधकः करोति इति अस्ति पुनः यत् कर्तृक अवश्य प्राप्तौ सत्यां इति अस्ति लिट् लकार नाम यः विधि अवश्य प्राप्नोति एवम् अस्मिन् विधौ प्राप्ते सति पुण्य अन्य विधि आरभ्यते चेत् स पुनः आरभ्यमाणविधि अवश्य प्राप्तविधिं बाधते इति अस्ति अर्थः महोदय बहुवारम् इति अस्माभिः वारं वारं कृतवान् इति येन न प्राप्ते इत्युक्ते अवश्य प्राप्ते येन डबल् नेगेटिव् अस्ति साधु येन न अप्राप्ते इत्युक्ते अवश्य प्राप्ते कः अवश्यं प्राप्नोति कः विधिः अवश्यं प्राप्नोति यः विधिः आरभ्यते इत्युक्ते तत्तु लुट् अस्ति सेकेण्ड् लुट् भवति सः तादृश लुट् लकारः लुट् लकारस्य बाधकः भवति आम् महोदय तत् अहम् अवदम् परन्तु लुट् लकारः नवव रात्रे महोदय तत्र एव लुट् लकारस्य प्रभावः भवति अद्यापि लुट् अग्रे आगच्छति कुत्र कुत्र लिट् लकारस्य प्रयोगः अस्ति लिट् लकारस्य अद्यापि लिट् लकारस्य भविष्यकाले मत्वा लिट् लकारस्य प्रयोगः भवति साधु अहम् अद्य रात्रौ वर्गं गमिष्यामि इति अद्य एव अस्ति तत्र अद्यतन अपि लिट् लकारस्य प्रयोगः भवितुं शक्नोति इति अग्रे परिच्छेदे मम प्रश्नः अस्ति अद्यतन रात्रौ नववादनपर्यन्तम् अद्यतन एव अतः लिट् एव भवति परन्तु नववादनात् अनन्तरं स्वभावी भवति तत्र एव लुट् आरम्भः कथं बाधकं भवति इति अहं न लुट् लकारः सर्वत्र प्राप्तिः अस्ति खलु लुट् लकारः औत्सर्गिकसूत्रम् अस्ति लुट् लकार विशिष्ट भविष्यकाल अस्ति लृट् लकारस्य अनद्यतन लृट् विल् बि लृट् इन्स्टेड् आफ् लृट् लुट् लकार विल् बि द बाधक भवति इति कृत्वा लुट् लकारः बाध्यते लुट् लकारः बाधकः भवति इति कृत्वा लुट् लकारस्य प्रयोगः सर्वत्र भवति बाधकं भवति अपि च अहं पठामि एकनिमिषे यदि यत्र कुत्रापि श्वस्तनभावः अस्ति श्वस्तनभावे एव लुट् प्रयुते कदापि अद्य वा श्वः वा इति उच्यते तत् लृट् गमिष्यति सामान्यभविष्यत्कालं प्रयोक्तव्यं सामान्यभविष्यत्काले अथवा शुद्धभविष्यत्काले इति उच्यन्ते तत् गमिष्यति पठिष्यति एतावता परन्तु यदि श्वः इति उच्यते तदा पठिता गन्ता एवं वक्तव्यं यदि डौट् अस्ति तदा गमिष्यति इति प्रयोक्तव्यं परन्तु श्वः इति श्वः इत्युक्ते श्वः खलु नववादनानन्तरं श्वः तु नास्ति श्वः सूर्योदयानन्तरमेव व्यवहारे अस्माकं कृते व्यवहारे सूर्योदय अनन्तरमेव श्वः भवति अस्माकं कृते अथवा मध्यरात्रि अनन्तरम् इति मम भाति तर्हि श्वस्तनभावे एव गन्ता अद्य रात्रौ अहं गमिष्यामि इति उच्यते चेत् तत्र दोषः नास्ति यतोहि यत्र कुत्रापि व्यामिश्रः उच्यते यदा लट् यदा अद्यतन अनद्यतन द्वावपि सन्ति तत्र व्यामिश्रः भवति व्यामिश्रः भवति चेत् लृट् प्रयोक्तव्यं नाट् लुट् इति एतदपि आगच्छामि लृट् भवति कुत्र काशिकायाम् अनिद्यतने इति बहु व्रीहिः तत्र खलु वामिष्यते इति वदनेन किम् अग्रे अग्रे अग्रे आयाति भगिनी बहु बहु व्यामिश्र इत्युक्ते मिश्रणं मिक्सिङ्ग् मिक्सिङ्ग् व्यामिश्र इत्युक्ते मिक्स् मिक्सिङ्ग् परन्तु पठामि प्रथमतया पठामि तस्य परमेव वदामि लृट् भवति कुत्र काशिकायाम् अनद्यतने इति बहुव्रीहिः इति यदा उक्तं तदानीं व्यामिश्रे लुट् न भवति निग्रहवाक्यमस्ति अविद्यमानः अद्यतनः यस्मिन् सः अद्यतन अनद्यतनभविष्यतोः संयोगः यत्र भवति तत्र व्यामिश्रः तत् पुरुषः उच्यते चेत् विग्रहवाक्यमस्ति न अद्यतनः इत्युक्ते अद्यतनमात्रं न किन्तु अन्यः अपि भवितुम् अर्हति अद्यतनभेदः अद्यतन अनद्यतनव्यामिश्रे अपि अस्ति अतः तत्पुरुषः अस्ति चेत् व्यामिश्रे अपि भवति इत्युक्ते अद्यतनकालः अस्ति चेत् एवम् अद्यतनकालः अस्ति चेत् नाम अद्यतन इत्युक्ते अद्यतनकालः अस्ति चेत् एवम् अनद्यतनकालः अस्ति चेत् नाम अद्यतन अनद्यतनव्यामिश्रः अस्ति चेत् तदानीं सः केवलम् अद्यतनः न अनद्यतनः अपि अस्ति अतः अद्यतनभेदः अस्ति अद्यतनभिन्नत्वे सति तत्रापि लुट्लकारः स्यात् तस्य निवारणार्थं बहुव्रीहिसमासः अविद्यमानः अद्यतनः यस्मिन् सः इत्यनेन अद्यतनस्य निषेधः एव उच्यते अनेन व्यामिश्रः न सम्भवति यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम् अन्तर्भूतम् तदा लृट् लकारः उपयुज्यते अद्य वा श्वः देवदत्तः करिष्यति अद्य वा श्वः वा देवदत्तः खादिष्यति इति अत्र केवलम् अनद्यतने इत्युक्ते तत्पुरुषसमासं वा बहुव्रीहिसमासः वा इति अस्ति तत्पुरुषसमासेन न अद्यतनः इत्युक्ते अद्यतनं त्यक्त्वा सर्वत्र अनद्यतनं भवति इत्युक्ते लृट् लकारस्य सामान्य उत्सर्गसूत्रं तस्य किमपि कार्यं न भवति सर्वत्र लुट् लकारः एव विधीयते बहुव्रीहि इति अद्यतनं न अस्ति यस्मिन् अविद्यमानः अद्यतनः यस्मिन् तदेव अनद्यतनः इति उच्यते इत्युक्ते अद्यतनभिन्नः अद्यतनः नास्ति अद्यतनसदृशः इत्युक्ते अद्यतनस्य समीपवर्तिकालः तत् श्वः तदेव अनद्यतनमिति अनेन उक्तं यदि द्वावपि इत्युक्ते अद्यतन कुत्र अस्ति अत्र इत्युक्ते अद्यतनकालः अस्ति चेत् एवम् अनद्यतनकालः अस्ति चेत् इत्युक्ते तत् नाम अद्यतन अनद्यतनव्यामिश्रः अस्ति चेत् तदानीं सः केवलम् अद्यतनः न अनद्यतनः अपि अस्ति अतः अद्यतनभेदः अस्ति अद्यतनभिन्नत्वे सति तत्र अपि व्यामिश्रे लुट् लकारः स्यात् इत्युक्ते अनद्यतने तस्य निवारणार्थमेव अविद्यमानः अद्यतनः यस्मिन् सः इति इत्यनेन अद्यतनस्य निषेधः उच्यते अस्माकं वर्गेपि चर्चा अभवत् अस्य विषये भगिन्या उक्तं नववादनानन्तरम् अद्यतन अनद्यतन अस्ति वा इति अद्य रात्रौ मम अवगमनम् एतावता अस्ति भगिनि श्वः तु लृट्लकारस्य सम्भवः अस्ति यतोहि लृट्लकारः शुद्धभविष्यत्कालस्य उत्सर्गसूत्रः भविष्यत्कालः सामान्यः तेन श्वः लृट्लकारस्य प्रसक्तिः श्वः इत्यस्य न अहं श्वः इति अवगन्तव्यं खलु तदेव तत् सत्यं तस्य यदा यत्र लृट्लकारस्य सम्भवः अस्ति यत्र सर्वत्र भविष्यत्काले एवमपि एवं वदामि परन्तु श्वः इत्युक्ते अनद्यतनः श्वः अद्यतनः अस्ति अनद्यतनः अस्ति तद् व्यामिश्रः अस्ति अस्मिन् व्यामिश्रे लृट्लकारः उच्यते इति तत् मम अवगमनम् न भगिनि पुनः वदतु भगिनि अस्तु लृट् लकारः सर्वत्र भवति यतोहि तत् सामान्य लृट् लकारः यदि अद्य सायङ्काले भवति परश्वः श्वः अपि वयं श्वः इति न वदेम चेत् श्वस्तनस्य कृते अपि वक्तुं शक्नुमः परन्तु अनद्यतनः स्पेसिफिक् श्वस्तनस्य कृते नागेशस्य मध्यमार्गं समासः यस्मिन् अद्यतनं नास्ति नास्ति तद् अनद्यतनं तत् तस्य प्रश्नः अस्ति नववादने अद्य रात्रौ दशवादने अहं करिष्यामि इति यत् किमपि मम अस्ति तद् अद्यतनम् अस्ति वा नास्ति वा तस्मिन् इति तत् अद्यतन तस्मिन् अस्ति इति मम भाति परन्तु महोदयेन किं स्पष्टतया न उक्तमिति भाति तेन किम् उक्तं यद्य न स्मरामि परन्तु व्यामिश्रमिति यत्किमपि वदामः तस्य विपरीतमपि अस्ति तदेव व्यामिश्रम् इति भविष्यत्काले लृट् अस्ति तस्य विपरीतमस्ति लुट् तद्द्वयमपि श्वः भवितुमर्हति परन्तु श्वः इति उच्यते चेत् काशिकायामपि अस्ति श्वः इति प्रयोक्तुं न शक्नुमः लृटः कृते श्वः इति उच्यते चेत् गन्ता इति लुट् एव प्रयोक्तव्यम् परन्तु व्यामिश्र इत्युक्ते अद्य वा श्वः वा सः गमिष्यति तत् व्यामिश्रः तत्र लृट् लकारः लुट् न प्रवर्तनीयः अस्तु प्रयोक्तव्य एव मम अवगमनम् अवगच्छामि भगिनि अधुना व्यामिश्रणम् इत्युक्ते उभयोः अद्य श्वः इति उभयपदस्य अपि प्रयोगः अस्ति प्रायः प्रवश्वः इत्यपि स्वीकर्तुं शक्यते तत्र तादृशं व्यामिश्रणं तद् व्यामिश्रणम् इति वदामः तदस्ति चेत् केवलं लृट् लकारः किमर्थम् इत्युक्ते अद्य इति शब्दः तस्मिन् वर्तते इति कृत्वा केवलं श्वस्तन इति नास्ति अनद्यतनं नास्ति इति कृत्वा तत्र लृट् लकारस्य प्रयोगः यदि श्वस्तनः स्पष्टतया उच्यते तदा एव लुट् लकारः अस्ति चेत् तदा एव लुट् लकारः प्रयोक्तव्यः धन्यवादः भगिनि अन्यः कः आगतवान् सरला भगिनी आसीत् खलु सरला भगिनी कृपया तदा लोके तु अयं नियमः लुट् लकारश्व एव इति तु अनुसृयमाणः न इति कारणतः नागेशेन समाधानं कल्पितं यत् अत्यन्तविलम्बितभविष्यत् अपि शोभावित्वम् अहम् अग्रे क्षम्यताम् अहं कुत्र अस्ति भगिनि आमां पूर्वं पठितम् अस्ति क्षम्यतां भवती बहु अग्रे गच्छति आमामामां कारणं किं सा पृष्टवती न भवती नववादने किं वदामि तत्र अस्ति अद्य महोदयेन तत्र अपि किम् उक्तं यु विल् नाट् गो टु जेल् किमपि इत्युक्ते तत्र निश्चयेन किमपि वक्तुं न शक्नुमः इति अद्यतन भविष्यत् अनद्यतन भविष्यतो उभयो अपि प्राप्तो तदानीं लुट् न भवति यत्र अद्यतन भविष्यत् अनद्यतन भविष्यतः मिश्रम् अस्ति तत्र लुट् अपि च श्वभिन्नभविष्यत्काले अपि भवति लुट् परश्व आरभ्य लुट् लकार एव भवति लुट् लकार श्वो भाविन् एव भवति नागेशस्य कथनम् अस्ति यत् तद्भिन्नभविष्यत्काले अपि भवितुम् अर्हति आरोपात् वस्तुतः परश्वभाविकाल अस्ति चेत् लुट् लकार न प्राप्नोति किन्तु तादृशे काले अपि श्वभावित्वम् आरोप्यते नाम परश्वभाविनी काले श्वभाविकाल आरोप्यते अतः कथञ्चित् भावनया तादृशानां प्रयोगाणां समर्थनं कृतम् अस्ति नो चेत् भाष्यकारस्य मतम् अस्ति यत् लुट् लकार नाम केवलं श्वः परश्वः अग्रिमे सप्ताहे अग्रिमे मासे अग्रिमे वर्षे च लिट् लकारः अद्य च परश्वः आरभ्य लिट् लकारः इदानीं संक्षेपे दत्तम् अस्ति यत् वयं पूर्वं चर्चितवन्तः, तत् कुत्र लुट् लकारस्य प्रयोगः भवति, कुत्र लुट् लकारस्य प्रयोगः भवति. भाष्यकारस्य मतम् अस्ति लुट् लकार यत् अस्ति तस्य भवति अद्यतनभविष्यकाले भवति, न त अनद्यतनभविष्यत्काले इति भवति उभयोः अपि. यत्र संशयः अस्ति अद्यतन भवति या श्वतन भवति, यथा वामिश्रयति पूर्वं परिच्छेदे पठि भगिनी पठत् भगिन्या पठितं, तत्र अपि लिट् लकार एव प्रयोगः भवति. यत्र संशयः अस्ति अद्य वा श्वः इति मिश्रणम् अस्ति, तत्र लिट् लकारस्य प्रयोगः भवति. यत्र श्वभावित्वम् अस्ति तत्र लुट् लकार, यथा नागेश वदति अतः श्वभिन्न भविष्यकाल अस्ति, परश्व आगामी सप्ताहे, आगामी मासे, आगामी वर्षे इति, तत्र अपि लिट् लकारस्य प्रयोगः भवति. नो चेत् यदि श्वभावित्यं भावना अस्ति यत्र चिरकालपि अस्ति यत् तत्र किन्तु श्वभावी मनसि आगच्छति, तत्र लुट् लकारस्य प्रयोगः भवति इति. धन्यस्मि भगिनि. आं भगिनि मणिमहोदय, इति स्पष्टम् अस्ति साधु सर्वम् एतस्मिन् परिच्छेदे? बहु सरलं नास्ति भगिनि, स्पष्टमस्ति. पुनः वदतु, अन्तिमवाक्यं वदतु. किं पुनः आरम्भतः वदति वा भगिनि? भवती यत् पठितवती तद् वदतु भगिनि आरम्भतः. एक अन्य कोऽपि अन्य पठेत् पुनः प्रतिपादति या तावत्पर्यन्तं केवलं वयं कृतवन्तः. ओ एवं वा, तर्हि अन्यः पठतु महोदय. वारं वारं प्रत्येकं पृच्छति. अवगतं भगिनि. अद्यतनभविष्यत्काल भवति अद्यतनभविष्यत् अनद्यतनभविष्यतोः उभयोरपि प्राप्तौ तदानीं लुट् न भवति. यत्र अद्यतनभविष्यत् अनद्यतनभविष्यतोः मिश्रम् अस्ति तत्र लुट्, अपि च स्वभिन्न भविष्यत्काले अपि भवति लुट्. परस्व आरभ्य लुट् लकारः एव भवति. लुट् लकारः स्वाभाविकेव भवति. सामान्यतया अद्यतनभविष्यत् अनद्यतनभविष्यत् अभियो प्राप्ते अस्ति चेत् लुट् लकार लुट् भवति, न तु लुट्. तदनन्तरं भाष्यकारः वदति स्वभिन्नविषयकाले एव अपि लुट् करणीयम् इति न अवगतं भगिनि. परन्तु परस्व स्वभिन्नभविष्यत्काले लुट्, ओके, स्वभिन्नविषये या स्वभिन्नविषयकाले लुट् एव प्रयुज्यते. परस्व आरभ्य लुट् लकारः एव भवति. लुट् दत्तमस्ति लिट् लकार कुत्र कुत्र भवति या लुट् प्रकार अद्यतनभविष्यत् उभयो प्राप् मिश्रः अस्ति तत्र केवलं लुट् लकार एव करणीयम्. अनद्यतन तदानीं लुट् न भवति, लुट् न भवति मीन्स् लिट् लकार लुट् न भवति मीन्स् लुट् न भगिनि या लिट् भवति गमिष्यति पठिष्यति या तदेव सामान्य स्वाभिन्न भविष्यत्काले अस्ति चेत् लुट् लकारः. श्वभिन्न भविष्यत्काल किम् अस्ति? परश्व, परप्रश्व इति मासे. अस्तु, तदेव अहं मन्ये. परन्तु नागेश्वरस्य मतमस्ति यत् तद्भिन्नभविष्यत्काले अपि भवितुम् अर्हति आरोपात्. चिरकाल अस्ति यदा परश्वः अपि यदि अहं अवगच्छामि श्वः एव अस्ति मम पति परश्वः आगच्छति किन्तु अहम् इति मन्ये श्वः एव आगच्छति इति यदि अहं चिन्तयामि तत्र अपि लुट् लकारस्य प्रयोगः भवति इति नागेश वदति. सो तद्भिन्न भविष्यत्काले अपि भवितुम् अर्हति. तद्भिन्न मीन्स् चिरकाले अपि श्वभावी भवित्यं या श्वभावी भावना आगच्छति मनसि. अस्तु अग्रे पठतु. वस्तुतः परस्वभावी कालः अस्ति चेत् लुट् लकारः न प्राप्नोति, किन्तु तादृशकाले अपि स्वाभावित्वम् आरोप्यते. नाम परस्वभाविने काले स्वभावी कालः आरोप्यते. क्षम्यता, स्वाभाविकालः आरोप्यते, अतः कथञ्चित् भावनया तादृशानां प्रयोगाणां समर्थनं कृतम् अस्ति. न अवगतं, पुनः पठामि भगिनि. वस्तुतः परस्वभावि कालः लुट् लकार न भवति सामान्यतः, परन्तु किन्तु तादृशकाले अपि स्वाभावित्वम् आरोप्यते. अस्ति चेत् एव लुट् लकारः भवति खलु, परश्वः लुट् लकारः न भवति. किमर्थम् इत्युक्ते सः नास्ति, किन्तु यद्य वयं यथा पूर्वं गते सप्ताहे उक्तवन्तः खलु, आरम्भे उक्तवन्तः खलु भगिनि, यत्र यत्र स्वभाविकत्वम् आरोप्यते अग्रिममासे अपि भवतु अग्रिमसंवत्सरे अपि भवतु, यदि वयं टैम् इस् गोयिङ्ग् वेरि फास्ट् अण्ड् इट्स् गोयिङ्ग् टु कम् वेरि क्विक्लि इति नाम अस्माकं मनसि यत्र भावः भवति तत्र प्रयोक्तुं शक्यते. भवितुं शक्यते, प्रयोक्तुं शक्यते इति नागेश्वर भाषकार्य वदति केवलं स्वः इति लुट् लकारः. परस्व अग्रिमे सप्ताहे अग्रिमे मासे ते सर्वे लुट् लकारः भवति. भगिनी शबरी तस्य मनसि स्थापयतु उदाहरणं. शबरी राम तस्य गुरु उक्तवान् राम आगमिष्यति अत्र. ओके, सो सा प्रतिदिनं प्रतीक्षा कृतवती श्वः एव आगच्छति श्वः एव आगच्छति. सो तत्र लुट् लकारस्य प्रयोगः भवति. सो शबरी इति मनसि श्वभावित्वं कृतवती अस्ति, स प्रत्येकदिनं तस्य प्रतीक्षा कृत्वा तस्य सज्जा अस्ति. यदि राम आगच्छति अहं तस्य किं करोमि, वेल्कम् करोमि इति. Perfect example, perfect example for that, you know? तावत् पठितवन्तः खलु महोदय. इति भाति तावदेव इति भाति. तर्हि विरमामः वा? धन्यवादः. शुभरात्रि. धन्यवादः भगिनी. शुभरात्रि. धन्यवादः भगिनी.